पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायम् 88 सुमनोवाच ऋणसम्बन्धिनं पुत्रं प्रवक्ष्यामि तवाग्रदः ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल अर्धदादासुतो भूत्वा भ्रातावाध पिता प्रिया मित्ररूपेण वर्तेद अन्तर्दुष्टः सदैव सः गुणं नैव प्रपश्येद सक्रूरो निष्ठुराकृतिः जल्पदे निष्ठुरं वाक्यं सदैव स्वजनेषु च मिष्टं मिष्टं समश्नादि भोगान् भुञ्जन्ति नित्यशः द्यूतकर्मरदो नित्यं चौरकर्मणि सस्पृहः गृहाद्रव्यं चोरयदि वार्यमाणः स कुप्यति पितरमातरं चैव कुत्सते च दिने दिने एवं सङ्क्षीयते द्रव्यमेवमेदद्वदत्यपि गृहं क्षेत्रादिकं सर्वं ममैव हिन संशयः पितरं मातरं चैव हिनस्त्येव दिने दिने सुदण्डैर्मुशलैश्चैव केशोत्पाडैश्च दारुणैः मृते तु तस्मिन् पितरि मादरि चादिनिष्ठुरः निःस्नेहो निष्ठुरश्चैव जायते नात्र संशयः श्राद्धकार्याणि दानानि न करोति सदैव सः एवं विधा प्रिया पुत्रा भवन्ति च महीपते रिपुं पुत्रं प्रवक्ष्यामि तवाग्रे द्विजसत्तम बाल्ये वयसि सम्प्राप्ते पुत्रत्वे वर्तते सदा पितरं मातरं चैव क्रीडमानो हि ताडयेद ताडयित्वा प्रयात्येवं प्रहस्यैवं पुनः पुनः पुनरायाति तं तत्र पितरं मातरं पुनः सक्रोधो वर्तते नित्यं कुत्सते च दिने दिने एवं संवर्तते नित्यं वैरकर्मणि सम्पदा पितरं ताडयित्वा च मातरं च ततः पुनः प्रयात्येवं स दुष्टात्मा पूर्ववैरानुभावतः अतः सम्प्रवक्ष्यामि यथा लभ्यं भवेत् प्रियम् जातमात्रं प्रियं कुर्यात् बाल्ये क्रीडनताडनैः वयप्राप्य प्रियं कुर्यान् मातृपित्रोरनन्तरं भक्त्या सन्तोषयेन्नित्यं तावुभौ परितोषयेद स्नेहेन वचसा चैव प्रियसम्भाषणेन च मृदौ गुरू समाज्ञाय स्नेहेन रुदते पुनः श्राद्धकर्माणि सर्वाणि पीडदानादिकां क्रियां करोत्येव सुदुःखार्थस्तेभ्यो यात्रां प्रयच्छति ऋणत्रयान्विधस्नेहान्मोचयेद्यस्तु निश्चितः यस्माल्लभ्यं भवेत् कान्तः प्रयच्छति न संशयः पुत्रो भूत्वा महाप्राज्ञ अनेन विधिना किल उदासीनं प्रवक्ष्यामि तवाग्रे प्रियसाम्प्रतम् उदासीनेन भावेन सदैव परिवर्तते ददाति नैव गृह्णाति न च कुप्यति तिष्यति नो वा प्रयाति संत्यज्य उदासीनो द्विजोत्तम भृत्याश्चापि समाख्याताः पशवस्तुरगास्तथा गजामहिष्यो दास्यश्च ऋणसम्बन्धिनस्त्वमी गृहीद मायह्यैकेन आवाभ्यां तु न कस्य हि न्यासमेवं न कस्यापि कृतं वै पूर्वजन्मनि राधयामि न कस्यापि क्षणं कान्त शृणुष्व हि न वैरमस्ति केनापि पूर्वजन्मनि वैकृतम् आबाल्येन दुविप्रेन्द्र न च त्यक्तो मया पतिः एवं ज्ञात्वा शमं गच्छ त्यज चिन्ता मनर्धिकीं हृदं नैव च कस्यापि नैव दत्तं त्वया पुनः कथं दे धनमायादिविस्मयं व्रजमा विभो प्राप्तमेव हि यत्रैव रक्षितुश्च न तिष्ठति एवं ज्ञात्वा शमं गच्छ त्यज चिन्ता मनर्थिकीं कस्य पुत्राः प्रिया भार्या कस्य स्वजनबान्धवाः कस्य नास्ति संसारे न सम्बन्धो द्विजोत्तम माया मोहेन सम्मूढा मानवाः पापचेतनाः इदं गृहमयं पुत्र इयं भार्या ममैव हि अनृतं दृश्यते कान्त संसारस्य हि बन्धनम् इति श्रीपद्मपुराणे पादालखण्डे वैशाखमासमाहात्म्ये अष्टाशीतितमोऽध्यायः ॐ